ननु अन्यापि देवतः त्वमेव चेत् तद्भक्ताश्च त्वामेव यजन्ते सत्यमेव येऽप्यन्यदेवता भक्ताः यजन्ते श्रद्धयान्विताः तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् येऽपि अन्यदेवता भक्ताः अन्यासु देवतासु भक्ताः अन्यदेवता भक्ताः सन्तः यजन्ति पूजयन्ति श्रद्धया आस्तिक्यबुद्ध्या अन्विताः अनुगताः तेऽपि मामेव कौन्ते यजन्ते अविधिपूर्वकम् अविधिः अज्ञानं तत्पूर्वकं यजन्ति इत्यर्थः कस्मात् ते अविधिपूर्वकं यजन्ति इत्युच्यते यस्मात् अहं हि सर्वयज्ञान भोक्ता च प्रभुरेव च न तु मामभिजानन्ति तत्त्वेनातश्च भन्ति ते अहं हि सर्वयज्ञानां श्रौतानां स्मार्तानां च सर्वेषां यज्ञानां देवतात्मत्वेन भोक्ता च प्रभुः एव च मत्स्वामिको हि यज्ञः अधियज्ञोऽहमेवात्र इति हि उक्तं तथा न तु मामभिजानन्ति तत्त्वेन यथा अतश्च अविधिपूर्वकं इष्ट्वा यागफलात् च्यवन्ति प्रच्यवन्ति ते येऽपि अन्यदेवताभक्तिमत्त्वेन अविधिपूर्वकं यजन्ते तेषामपि यागफलम् अवश्यं भवति कथं यान्ति देवव्रता देव पितॄन्यान्ति पितृव्रताः भूतानि यान्ति भूतेज्य यान्ति मद्याजिनोऽपि मां यान्ति गच्छन्ति देवव्रताः देवेषु व्रतं नियमो भक्तिश्च येषां ते देवव्रताः देवान् यान्ति पितॄन् अग्निश्वात्तादीन् यान्ति पितृव्रताः श्राद्धादिक्रियापराः पितृभक्ताः भूतानि विनायकमातृगणचतुर्भगिन्यादीन् यान्ति भूतेज्यः भूतानां पूजकः यान्ति मद्यजिनः मद्यजनशीलाः वैष्णवाः मामेव यान्ति समाने अपि आयासे मामेव न भजन्ति अज्ञानं तेन ते अल्पफलभाजः भवन्ति इत्यर्थः न केवलं मद्भक्तानाम् अनावृत्तिलक्षणम् अनन्तफलं सुखाराधनश्च कथं पत्रं पुष्पं फलं तोयं यो मे भक्त्या प्रयच्छति तदहं भक्त्युपहृतम् अश्नामि प्रयतात्मनः पत्रं पुष्पं फलं तोयम् उदकं यः मे मह्यं भक्त्या प्रयच्छति तत् अहं पत्रादिभक्त्या उपहृतं भक्तिपूर्वकं प्रापितं भक्त्युपहृतम् अश्नामि गृह्णामि प्रयतात्मनः शुद्धबुद्धेः यतः एवम् अतः यत्करोषि यदश्नासि यज्जुहोषि ददासि यत् यत्तपस्यसि कौन्तेयं तत्कुरुष्व मदर्पणम् यत्करोषि स्वतः प्राप्तं यत् अश्नासि यच्च जुहोषि हवनं निर्वर्तयसि श्रौतं स्मार्तं व यद्ददासि प्रयच्छसि ब्राह्मणादिभ्यः हिरण्यान्न आज्यादि यत्तपस्यति तपः चरसि कौन्तेय तत्कुरुष्व मदर्पणं मत्समर्पणम् एवं कुर्वतः तव यद्भवति तशृणु शुभाशुभफलैरेवं मोक्षसे कर्मबन्धनैः संन्यासयोगयुक्तात्मविमुक्तो मामुपैष्यसि शुभाशुभफलैः शुभाशुभे इष्टानिष्टे फले येषां तानि शुभाशुभफलानि कर्माणि तैः शुभाशुभफलैः कर्मबन्धनैः कर्माणि एव बन्धनानि कर्मबन्धनानि तैः कर्मबन्धनैः एवं मदर्पणं कुर्वन् मोक्षसे सोऽयं संन्यासयोगो न संन्यासश्च असौ मत्समर्पणतया कर्मत्वयोगश्च असौ इति तेन संन्यासयोगेन युक्तः आत्मा अन्तःकरणं यस्य तव सः त्वं संन्यासयोगयुक्तात्मा सन् विमुक्तः कर्मबन्धनैः जीवन्नेव पतिते च अस्मिन् शरीरे माम् उपैष्यसि आगमिष्यसि। रागद्वेषान्तरी भगवान् यतो भक्तान् अनुगृह्णाति न इतरानिति तद् न समोऽहं सर्वभूतेषु न मे द्वेष्योऽस्ति न प्रियः ये भजन्ति तु मां भक्य मयि ते तेषु चाप्यहम् समः तुल्यः अहं सर्वभूतेषु न मे द्वेष्यः अस्ति न प्रियः अग्निवत्तहं दूरस्थानां यथा अग्निः शीतं न अपनयति समीपम् उपसर्पताम् अपनयति तदा अहं भक्तान् अनुगृह्णामि न इतरः ये भजन्ति तु माम् ईश्वरं भक्त्या मयि ते स्वभावतः एव न मम रागनिमित्तं वर्तन्ते तेषु चापि अहं स्वभावतः एव वर्ते न इतरेषु न एतावता तेषु द्वेषो मम शृणु मद्भक्तेः माहात्म्यम् अपि चेत् सुदुराचारो भजते मामनन्यभा साधुरेव समन्तव्यः सम्यग् व्यवसितो हि सः अपि चेत् यद्यपि सुदुराचारः सुष्ठु दुराचारः अतीव कुत्सिताचारोऽपि भजते माम् अनन्यभक्तिः सन् साधुरेव सम्यग् वृत्तैव सः मन्तव्यः ज्ञातव्यः सम्यक् यथावत् व्यवसितो हि सः यस्मात् साधुनिश्चयः सः उत्सृज्य च बाह्यां दुराचारताम् अन्तः सम्यग् व्यवसायसामर्थ्य क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति क्षिप्रं शीघ्रं भवति धर्मात्मा धर्मचित्तः एव शश्वत् नित्यं शान्तिं च उपशमं निगच्छति प्राप्नोति शृणु परमार्थं कौन्तेय प्रतिजानीहि निश्चितां प्रतिज्ञां कुरु न मे मम भक्तः मयि समर्पितान्तरात्मा मद्भक्तः न प्रणश्यति इति किञ्च मां हि पार्थव्यपाश्रित्य येऽपि स्युः पापयोनयः स्त्रियो वैश्यास्तथा शूद्राः तेऽपि यान्ति परां गतिं मां हि यस्मात् पार्थव्यपाश्रित्य माम् आश्रयत्वेन गृहीत्वा येऽपि स्युः भवेयुः पापयोनयः पापयोनिः येषां ते पापयोनयः पापजन्मानः के ते इति आह स्त्रियः वैश्याः तदा शूद्राः तेऽपि यान्ति गच्छन्ति परां प्रकृष्टां गतिं किं पुनर्ब्राह्मणाः पुण्याः भक्ता राजर्षयस्तथा अनित्यमसुखं लोकम् इमं प्राप्य भजस्वः किं पुनः ब्राह्मणाः पुण्याः पुण्ययोनयः भक्ताः राजर्षयः तथा राजानश्च ते ऋषयश्च इति राजर्षयः यतः एवम् अतः अनित्यं क्षणभङ्गुरम् असुखं च सुखवर्जितम् इमं लोकं मनुष्यलोकं प्राप्य पुरुषार्थसाधनं दुर्लभं मनुष्यत्वं लब्ध्वा भजस्व सेवस्वम् कथं मन्मनाभवमद्भक्तो मद्याजीमां नमस्कुरु मामे वैश्यसि युक्त्वैवम् आत्मानं मत्परायणः मयि वासुदेवे मनः यस्य तव सत्त्वं मन्मनाः भव तदा मद्भक्तः भव मद्याजी मद्यजनशीलः भव माम् एव च नमस्कुरु मामेव ईश्वरं येष्यसि आगमिष्यसि युक्त्वा समाधाय चित्तम् एवम् आत्मानम् अहं हि सर्वेषां भूतानाम् आत्मा परा च गतिः परम् अयनं तं माम् एवं भूतं येष्यसि इति अतीतेन सम्बन्ध मत्परायणः सन् इत्यर्थः इति श्रीमद्भगवद्गीताभाष्ये नवमोऽध्यायः